अग्रे तादृप्यरूपकस्य प्रभेदत्रयं वयं पश्या प्रभेदस्य उदाहरणत्रयं पश्यामः वयं नवदशश्लोकस्य द्वितीयार्धे तथा विंशतितमे श्लोके च अस्याः मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना इति अत्र अनुभयोक्ति तादृप्य रूपकालंकारो दृश्यते अस्याः मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना इति अत्र स्मरणपथे आगच्छति प्रतीपालंकारस्य कैमर्थ्यसूचकप्रभेदः तद्वदेवास्ति कश्चन स्यात् सूक्ष्मभेदः किञ्च तत्र प्रतीपालंकारस्य तस्मिन् प्रभेदे अभेदः न खलु न तादृप्यं न खलु सूचितं स्फुटं तादृप्यं सूचितमेव न अभिधामार्गेण अतः कश्चन सम्बन्धः वर्तते सामीप्यं वर्तते परन्तु कश्चन सूक्ष्मभेदः वर्तते इति आलङ्कारिकाणां चिन्तनं स्यात् इति मत्वा वयम् अग्रे न्यूनत्वसूचकस्य तादृप्यरूपकस्य उदाहरणं पश्यामः साध्वीयमपरालक्ष्मीरसुधा सागरोदिता इति अत्र लक्ष्मी तादृशी अस्ति श्रीः अस्ति प्रायः राजश्रीः वा अथवा प्रतिभाश्री वा श्रीर्वा वयं न जानीमः परन्तु इयं लक्ष्मीः तादृशी अस्ति या सागरोदिता लक्ष्मीः इवास्ति किञ्च न सागरोदिता अतः सागरोदिता लक्ष्मीः विष्णुपत्नीः श्रेष्ठस्थाने स्थापिता तथा विषयभूता लक्ष्मीः निम्नस्थाने स्थापिता तेनात्र न्यूनत्वसूचकतादृप्य रूपकं लक्ष्यते तथा च आधिक्यसूचकतादृप्यरूपकस्य उदाहरणं ददाति विंशतितमश्लोकस्य अन्तिमार्धे अयं कलङ्किनश्चन्द्रान् मुखचन्द्रोऽतिरिच्यते अयं मुखचन्द्रः कलङ्किनश्चन्द्रात् अतिरिच्यते इति उदाहरणम् अत्र स्फुटं दृश्यते मुखचन्द्रस्याधिक्यं कलङ्किनश्चन्द्रस्य निम्नता तादृप्यं तु स्फुटं दृश्यते अत्र सर्वत्र व्यतिरेकस्यापि काचित् छाया वर्तते किञ्च एवं तत्र रूपकालङ्कारोऽपि अस्ति तादृपीसूचकरूपकालङ्कारस्यापि छाया अस्ति इति स्वीकरणीयमेव काव्यरचनसन्दर्भे एतादृशानां सूक्ष्मभेदकलनानां स्थानमेव न भवति किञ्च भिन्नभिन्नप्रकारकाणां अलङ्कारप्रयोगाणां ज्ञानं त्वावश्यकं, तावन्मात्रम् अस्माकं ध्येयम् अत्र ग्रन्थपठने।